गुरुब्रह्म गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र वेदः अपि पृथक्त्वं तयोः मध्ये वैलक्षण्यं वर्तते इति एतावत् अवगतवन्तः किन्तु तत्र अवधिः इति अस्ति अतः तत्र अवधेः तत्र नियतावधिकत्वम् अपि निखिलावधिकत्वम् अस्ति न वा इति इदानीम् अस्माकं प्रश्नः तत्र वयं पृथक्त्वस्थले वयं तत्र दृष्टवन्तः तत्र निखिलावधिकत्वं नास्ति इति नाम तत्र घटे पृथक्त्वम् अस्ति तत्र घटे एकमेव पृथक्त्वं नाम पृथक्त्वं गुणः गुणः तत्र आश्रयेण विशिष्यते यतोहि सर्वत्र पृथक्त्वम् अस्ति इति कृत्वा नाम सर्वेषु द्रव्येषु पृथक्त्वम् इति गुणः भवति एव इति कृत्वा तर्हि तत्र यः गुणः नाम यत् पृथक्त्वम् एकस्मिन् घटे वर्तते सः गुणः तत् पृथक्त्वं घटेन विशिष्टम् नाम एकमेव पृथक्त्वं घटे यदि वयं वदामः तत्र घटः पठात् पृथक् तदापि तत्र एकः एव तत्र पृथक्त्वम् एकमेव पृथक्त्वं नाम तत्र पठः पठात् पृथक् घटः पठात् पृथक् तत्र उषा भगिनी तत्र यदि वयं वदामः घटः पठात् पृथक् तर्हि तत्र अवधिः कः तत्र पृथक्त्वस्य घटः पठात् पृथक् इत्यस्य कृते पृथक्त्वं घटे अस्ति पटः पटः इति अवधिः भवति पटः इति उत्तमं पटः इति अवधिः अवधिः भवति भवति तदा वयं वदामः पटावधिकपृथक्त्वं पृथक्त्वं पटावधिकपृथक्त्वं घटे अस्ति घटे अस्ति तथैव यदि पुस्तकात् पृथक् इति अस्ति चेत् पुस्तक अवधिकपृथक्त्वं घटे अस्ति अस्ति इदानीं तत्र अवधिसमुदायः भवति घट पृथक्त्वस्य नाम घटे घटनिष्ठपृथक्त्वस्य एकः अवधिः इति नास्ति अनेक अवधयः अनेके अवधयः सन्ति अवधिसमुदायः अस्ति अतः तत्र अवधिसमुदाये पटः अस्ति पुस्तकम् अस्ति वृक्षः अस्ति अतः तत्र किन्तु स्वयं घटः नास्ति अपि च अवयवः तस्य अवयवः अवयवः अपि तस्य अवयवः अपि नास्ति अतः वयं साधितवन्तः तत्र घटनिष्ठपृथक्त्वस्य निखिलावधिकत्वं नास्ति यतोहि निखिलावधिकत्वं कदा भवति नरसिंहगिरि महोदय तत्र निखिलावधिकत्वं नाम यदि घटनिष्ठपृथक्त्वस्य निखिलावधिकत्वं स्यात् तर्हि तत्र अवधिसमुदायः कीदृशः भवेत् तत् घटं विहाय सर्वं भवेत् कपालः भवेत् सर्वं भवेत् हा किन्तु तादृशं नास्ति इति कृत्वा तत्र घटनिष्ठपृथक्त्वस्य निखिलावधिकत्वं नास्ति इति साधितवन्तः तत्र बाधः केन बाधितः निखिलावधिकत्वं केन बाधितः निखिलावधिकत्वं केन बाधितम् इत्युक्ते तत्र अवयवाः सन्ति इति कृत्वा घटस्य कपालः इति अवयवः अस्ति इति कृत्वा घटः अपि अवधिसमुदाये नास्ति कपालः अपि समानदेशे अस्ति अवयवः अस्ति समानदेशे अस्ति अतः कपालः अपि अवधिरूपेण नाम घटः कपालात् पृथक् इति न वक्तुं शक्नुमः इति कृत्वा कपालः अपि अवधिसमुदाये नास्ति इति तर्हि अवधिसमुदाये तत्र अवधिसमुदायः केवलं स्वं विहाय सर्वे पदार्थाः तत्र सन्ति इति न वक्तुं शक्नुमः तत्र दोषः नाम तत्र अवयवेन दोषः अथवा बाधा भवति अतः यत्र अवयवाः सन्ति तत्र निखिलावधिकत्वं नास्ति तर्हि प्रश्नः उदेति अस्तु अवयवः अस्ति चेत् तर्हि निखिलावधिकत्वं न प्राप्नुमः, तर्हि तत्र अवधि अवयवः नास्ति चेत् किं निखिलावधिकत्वं प्राप्नुमः वा इति प्रश्नः भवति। तर्हि कुत्र अवयवः नास्ति, कस्मिन् पदार्थे अवयवः नास्ति, कोऽपि वदति वा? परमाणु अस्ति वा इति चिन्तितम्। परमाणुषु, परमाणुषु नाम परमाणु अस्ति मध्ये नास्ति, परमाणुषु मध्ये नास्ति, अपि तत्र विभुद्रव्ये नाम आकाशे तत्रापि अवयवः अपि कालः तत्र अवयवः नास्ति, किन्तु तत्र इदानीम् अस्माकम् अस्मिन् प्रसङ्गे तत्र द्रव्यमिति कृत्वा तत्र वयं तत्र द्रव्यमपि परमाणु इति स्वीकुर्मः, तर्हि तत्र परमाणुषु तत्र पार्थिवपरमाणु वा जलीयपरमाणु वा इति, तर्हि तत्र परमाणोः अवयवः नास्ति। तर्हि तत्र यदि परमाणोः अवयवः नास्ति चेत् तर्हि तत्रापि पृथक्त्वं भवति, परमाणुषु अपि पृथक्त्वम् इति गुणः भवति एव, सर्वेषु द्रव्येषु भवति, तर्हि पार्थिवपरमाणुषु पृथक्त्वम् इति भवेत् इति भवति, तत्र भवेत् न भवति एव। किन्तु इदानीं प्रश्नः तस्य पृथक्त्वस्य परमाणुनिष्ठपृथक्त्वस्य किं निखिलावधिकत्वम् अस्ति वा इति अस्माकम् एषः अस्माकं प्रश्नः। तर्हि तत्र किं भवति तत्र यदि इदानीं पश्यामः तत्र तर्हि तत्र तत्र पठामः, किन्तु अत्र एकः विषयः तत्र यदि प्रायश पठामः तदनन्तरं तत्र चित्रे यत् चित्रं वयं गतवर्गे तत्र यस्मिन् विषये चर्चितवन्तः तत्र तच्चित्रं सा चर्चा पुनः एकवारं भवेत्, किन्तु प्रथमतया पठामः किञ्चित्। तर्हि तत्र अनिता भगिनी नमस्कारः। नमस्कारः, नमो नमः। नमस्कारं भगिनि। तर्हि नरसिंहगिरि महोदय, भवान् एव तत्र आरम्भे पठति वा अथवा अनन्तरं पठति वा? पठन् तर्हि अनेन इति आरभ्य महोदय। अनेन परमाणोः अस्तित्वं कथं सिद्ध्यति इति चेत् अवयविनोः परम्परायामेव तादृशपरमाणुः अस्माभिः वक्तुं न शक्यते यस्मिन् न कोऽपि अवयवी उत्पन्नः। किमर्थमित्युक्तौ द्वयणुकं सावयवम् इत्यादि अनुमानम् अस्ति न्यायशास्त्रे, परमाणुविषये तद्घटित अवयवी भवति एव। यस्मिन् देशे परमाणु अस्ति तद्देशे परमाणुद्वयजनितं द्वयणुकमपि अस्ति। अनेन परमाणोः अस्तित्वं कथं सिद्ध्यति इति चेत् अवयविनोः परम्परायामेव, इत्युक्ते परमाणु एकाकी न तिष्ठति, तत् अवयव अनन्तरम् अवयवे संयुक्तम् इति भवति परमाणु तादृशं। तत्र किन्तु तद् भवति अन्ते, किन्तु आरम्भे तत्र परमाणोः तत्र अस्तित्वं कथं साधितम् अस्माभिः तत्र परमाणुः अस्ति इति वयं कथं जानीमः? तत्र प्रत्यक्षज्ञानम् अस्ति वा अथवा अनुमानेन ज्ञानम् अस्ति? अनुमानेन, तत् शिलाखण्डं तत् सूर्यकिरणं यत् वयं द्रष्टुं शक्नुमः तत् परमाणु इति, धूलिकणं सूर्यप्रकाशे दृश्यते परमाणु इति वयं महोदय समीचीनमेव। तत्र तदस्ति त्रयणुकम् इति, त्रयणुकं नाम त्रयणुकं वयं तत्र द्रष्टुं शक्नुमः त्रयणुके तत्र द्वयणुकत्रयमस्ति अपि द्वयणुके परमाणुद्वयमस्ति इति नाम त्रयणुके षट् परमाणवः सन्ति इति किन्तु परमाणु अस्ति इति तत्र साक्षात् ज्ञानं नास्ति खलु प्रत्यक्षं अनुमानमेव हा तर्हि तत्र यदि वयं परमाणु अस्ति इति साधयामः तत्र तत्र शिलाखण्डम् अथवा तत्र जलं किमपि पदार्थं स्वीकृत्य कमपि पदार्थं स्वीकृत्य तस्य तत्र शकलं शकलं शकलम् इति परम्परया तत्र त्रयणुकं तदनन्तरं द्वयणुकं तदनन्तरं परमाणुः इति प्राप्नुमः खलु अतः तर्हि तत्र अवयव अवयविनोः परम्परायाम् एव तत्र परमाणु इति अस्ति इति जानीमः तत्र केवलं तत्र परमाणु इति अस्ति इति नास्ति परम्परया एव तत्र जानीमः तादृशपरमाणुः अस्माभिः वक्तुं न शक्यते यस्मिन् न कोऽपि अवयवी उत्पन्नः तादृश एकाकी परमाणु वयं वक्तुं न शक्यते केवलं अवयवीविनः परमाणुं न वक्तुं शक्यते एकं शिलाखण्डं विभजित्वा तत्र तादृशप्रक्रियामेव वयं वक्तुं शक्नुमः परमाणु प्रक्रिया विना तत्र वयं न तस्य ज्ञानमेव नास्ति अस्माकं किमर्थम् इत्युक्तौ द्वयणुकं सावयवम् इत्यादि अनुमानम् अस्ति तत् अनुमानेनैव वयं वक्तुं शक्नुमः द्वयणुकं सावयवम् अस्ति इत्युक्ते द्वयणुके अपि परमाणु अस्ति तत्रापि द्वयणुके अपि अवयवः सन्ति नाम अवयवद्वयं द्वयणुके अस्ति इति तत्र अनुमानेन वयं जानीमः न्यायशास्त्रे परमाणुविषये तद्घटित अवयवी भवति एव परमाणु इति वदामः चेत् तत् अवयवः भवति तद्घटित अवयवे अपि न्यायशास्त्रे भवति एव इत्युक्ते परमाणु द्वयणुकं त्रयणुकं तादृश अवयवी अपि भवति यस्मिन् देशे परमाणु अस्ति तद्देशे परमाणु द्वयजनितं द्वयणुकमपि अस्ति यत्र परमाणु अस्ति तत्र द्वयणुकमपि अस्ति तत् प्रत्येकं न तिष्ठति तत्र परमाणुसमेतं द्वयणुकमपि भवति एव इति अवयवावयवे समेतं भवति अतः तत्र केवलं यथा वयं गतवर्गे वयं उक्तवन्तः नाम परमाणु एकाकी कदापि न तिष्ठति यत्र एकः परमाणु अस्ति चेत् तत्र परमाणुद्वयं द्वयणुकं तत्र भवति एव इति खलु नाम तत्र परमाणुद्वयं तत्र भवति एव एकः परमाणुः तत्र एकाकी परमाणु न तिष्ठति एकस्मिन् देशे तत्र परमाणु इति द्वयणुकस्य आश्रये एव तिष्ठति आश्रय महोदय तत्र हा तत्र किञ्चित् अत्र नाम तत्र कः अवयवः कः अवयवी इति तत्र वक्तव्यम् अस्ति अत्र नाम तत्र सर्वदा तत्र अवयवः एव तत्र आश्रयः खलु नाम खलु महोदय नाम तत्र पटः तन्तवः अतः अत्रापि तत्र परमाणुद्वयजनितं नाम तत्र परमाणुद्वयम् एव तत्र अवयवः कारणं परमाणुद्वयम् आश्रित्य द्वयणुकम् अस्ति यथा कपालद्वयं क्षम्यतां कपालद्वयम् आश्रित्य घटः अस्ति तथा परमाणुद्वयजनितमस्ति द्वयणुकं कपालद्वयजनितमस्ति घटः जनितः अस्ति घटः तथैव परमाणुद्वयजनितमस्ति द्वयणुकं तर्हि तत्र अवयवः कः अवयवी कः महोदय अवयव परमाणु अवयवी द्वयणुकं द्वयणुकं हा उत्तमं महोदय हा अतः तत्र एकस्मिन् देशे द्वयणुकमपि अस्ति अपि परमाणु अपि अस्ति इति सिद्धान्तः एतावत्। अस्मिन् विषये कोऽपि प्रश्नः? समीचीनम् अस्तु। हा इदानीं तत्र एकम् एतत् उदाहरणं वयं गतवर्गे अपि दृष्टवन्तः किन्तु पुनस्मरणार्थं, तत्र घटे विद्यमानं पृथक्त्वस्य अवधिसमुदायः, वयं जानीमः पृथक्त्वस्य निखिलावधिकत्वं नास्ति। निखिलावधिकत्वं कदा भवेत्? यदि अवधिसमुदाये केवलं घटः नास्ति किन्तु अन्ये सर्वे पदार्थाः तत्र स्युः, किन्तु अवधिसमुदाये स्थितिः का इत्युक्ते घटः नास्ति, सत्यं कपालः अपि नास्ति, यतोहि घटस्य अवयवः कपालः समानदेशे अस्ति इति कृत्वा घटः कपालात् पृथक् इति न वक्तुं शक्नुमः, घटः कपालिकाः याः पृथक् इति न वक्तुं शक्नुमः, अतः घटः कपालः कपालिका इत्यादयः अवयवपरम्परायां ये पदार्थाः सन्ति ते सर्वे अवधिसमुदाये न सन्ति, अतः घटनिष्ठपृथक्त्वस्य निखिलावधिकत्वं नास्ति इति जानीमः एतावत्। इदानीं तत्र कपालनिष्ठपृथक्त्वस्य का स्थितिः इति अन्य कोऽपि वदतु, तर्हि तत्र नीता भगिनी वदति वा अत्र? कपालनिष्ठपृथक्त्वं तत्र कपाले पृथक्त्वमस्ति, कपालनिष्ठपृथक्त्वम् इत्युक्ते पृथक्त्वस्य आश्रयः कपाल अस्ति, अत्र अवधिरूपेण अवधिसमुदाये कपाल तु नास्ति एव, कपाल अवधिसमुदाये न अन्तर्भूतः, परन्तु कपालिकायाः अपि तत्र कपालिकायाः अवधि अपि न भवितुम् अर्हति इत्युक्ते इत्युक्ते अवधिसमुदाये कपालकपालिका कपालतः अवयवपरम्परायां ये सन्ति तेषां गणना न भवति अवधिसमुदाये इति। समीचीनं। हा अतः तत्र यदि कपालः इति स्वीकुर्मः तर्हि कपालनिष्ठपृथक्त्वस्य अवधिसमुदाये कपालः नास्ति अपि कपालस्य अवयवाः अथवा अवयवपरम्परायां ये पदार्थाः सन्ति ते अपि तत्र न सन्ति, केवलं ते एव तत्र न सन्ति, अन्ये सर्वे पदार्थाः तत्र सन्ति इति। इदानीं इदानीं स्थितिः किञ्चित् परिवर्तिता भवेत्, नाम एतावत् वयं चिन्तितवन्तः अत्र कपालिका एकाकी अस्ति इति, एतावत् कपालिका एकाकी इति। इदानीम् अस्माकं चिन्तनं भवति, क्षम्यतां कपालिका एकाकी न कपालः, क्षम्यतां कपालः एकाकी इति चिन्तयामः। इदानीम् अस्माकं चिन्तनमस्ति न कपालः वस्तुतः कपालः घटस्य अवयवः, इदानीं कपालः एकाकी नास्ति, कपालः घटस्य अवयवः अस्ति। इदानीं तत्र पुनः तत्र कपाले विद्यमानं पृथक्त्वम् अस्ति अपि पुनः अवधिसमुदायः अस्ति, कपालः इदानीं घटस्य अवयवः, इदानीं कपालः एकाकी नास्ति, कपालः अन्येन कपालेन संयोजितः अस्ति, तेन घटः अपि तस्यापि निर्माणं भवति, तर्हि घटस्य अवयवः अस्ति कपालः, कपाले विद्यमानं पृथक्त्वं तस्य निखिलावधिकत्वम् अस्ति वा इति प्रश्ने सति, तस्य अवधिसमुदायः कीदृशः इति पश्यामः, तर्हि इदानीम् अस्मिन् अवधिसमुदाये के के पदार्थाः न सन्ति? इदानीं कपालस्य कपाले आश्रितं यत् पृथक्त्वं तत्र अवधिसमुदाये कपालः तु नास्ति, कपालिका अपि नास्ति, अनन्तरं कपालिकायाः अवयवाः ये सन्ति एकदेशे ते अपि नास्ति इति, न सन्ति इति, न सन्ति, हा न सन्ति, किन्तु नूतनपदार्थः घट अपि नास्ति खलु अस्मिन् अवधिसमुदाये? घटः नास्ति, घटः अपि नास्ति इति वदामि, घटः अपि नास्ति। नीता भगिनी समीचीनं वा? तत्र घटः इत्युक्ते कपालः यस्य घटस्य अवयवः सः घटः तु नास्ति एव, सः घटः अपि तत्र नास्ति इति सत्यं नास्ति खलु? आम् सत्यं, हा नाम यदा वयं कपालः एकाकी इति चिन्तयामः तदा स्थितिः भिन्ना, यदि कपालः तत्र कपालः अवयवरूपेण स्वीकुर्मः, नाम कपालः घटस्य अवयवः इति स्वीकुर्मः, तदा स्थितिः भिन्ना अस्ति। नाम अत्र अवधिसमुदाये केवलं कपालः अपि तस्मात् आरभ्य परम्परा अवयवपरम्परा, किन्तु यदि वयं कपालः घटस्य अवयवः इति स्वीकुर्मः तर्हि तत्र कपालात् आरभ्य अवयवपरम्परा न, किन्तु घटात् आरभ्य अवयवपरम्परा अत्र भवति। सत्यं, समीचीनं खलु? तर्हि तत्र अत्र घटः अपि अस्ति, अत्र घटः नास्ति, एकाकी इति चिन्तनं चेत् घटः अत्र नास्ति, किन्तु कपालघटस्य अवयवः इति चिन्तयामश्चेत् तत्र घटः भवति इति। अतः समीचीनं, अतः इदानीम् एतादृशं चिन्तनं यदि वयं परमाणु अपि द्वयणुकस्थितौ तत्र नयामः, स्थित्यां नयामः, तदा किं सिद्ध्यति? तत्रापि एकाकी परमाणु, एकाकी परिमाणु इति चिन्तनम् अस्ति चेत् तत्र अवधिसमुदाये परमाणु एव नास्ति, केवलं परमाणु नास्ति, किन्तु हा एकाकी परमाणु एकाकी अस्ति चेत् सत्यम् अवधिसमुदाये नास्ति इत्युक्ते केवलं सः परमाणुः, यः परमाणुः विषयः भवति, केवलं सः नास्ति, स्वं नास्ति, अन्ये सर्वे पदार्थाः सन्ति, किन्तु यदि परमाणु परमाणुद्वयं जनितं द्वणुकम् इति चिन्तने तत्र परमाणुजनितं द्वेणुकं तत्र सर्वदा भवति, भवति चेत् तदा द्वेणुकम् अपि नास्ति अवधिसमुदाये, द्वेणुकमपि अवधिसमुदाये न भवति, अतः परमाणुस्वम् अपि नास्ति, स्वं विहाय अन्यः पदार्थः अथवा अन्यत् नाम द्वेणुकं, यत् परमाणु नास्ति किन्तु अन्यत् अस्ति, किन्तु तत् परमाणु तद्वेणुकमपि अवधिसमुदाये नास्ति इति कृत्वा तत्र यदि परमाणु एकाकी नास्ति चेत् तदा पृथक्त्वं तस्मिन् विद्यमानं पृथक्त्वं यदस्ति तत्र तस्य निखिलावधिकत्वं न भवति। एकाकी अस्ति चेत् निखिलावधिकत्वं भवेत्, एकाकी नास्ति चेत् निखिलावधिकत्वं नास्ति। समीचीनं, इदानीं तत्र मृणाली भगिनी स्वशब्दैः वदति वा तत्र परमाणु एकाकी अस्ति चेत् स्थितिः का, अपि द्वयणुकस्य अवयवः अस्ति चेत् स्थितिः का इति? परमाणु यदि एकाकी अस्ति तर्हि तस्य अवयसमुदाये स्वयं नास्ति, परमाणु स्वस्मात् न पृथक्, समीचीनं. परन्तु यदि अन्यपदार्थः सर्वे अन्यपदार्थाः तत्र सन्ति वा? आमां सर्वे अन्यपदार्थाः सन्ति खलु? सन्ति, समीचीनं. परन्तु यदि परमाणुद्वयरूपे स्थितः अस्ति युगलरूपेण तदा तस्मिन् तस्य अवधिसमुदाये परमाणुद्वयमपि विद्यते, स्वयं परमाणु अपि अस्ति सः. हा उत्तमं, तर्हि परमाणु अपि तत्र नास्ति अवधिसमुदाये, अपि तत्र द्वयणुकमपि तत्र नास्ति. न सिद्ध्यति, न सिद्ध्यति. उत्तमं भगिनि, हा तत् सा स्थितिः अस्ति. हा अस्तु, समीचीनं. हा धन्यवादः भगिनि. हा अस्तु, इदानीं उषा भगिनी इदानीं पठति वा तत्र पूर्वमपि इति आरभ्य. अस्तु महोदय. पूर्वमपि विचारितं यत् अत्यन्तं सूक्ष्मं दृश्यते, पूर्वमपि विचारितं यत् अत्यन्तं सूक्ष्मं दृश्यते त्रयणुकं, तत् सा अवयवम् इति साधकम् अनुमानम् अस्ति. तस्यापि अवयवः द्वयणुकं सा अवयवम् इति अनुमानेन परमाणुः सिद्ध्यति. अतः यादृशपरमाणौ द्वयणुकं नैव उत्पन्नं, यादृशपरमाणौ द्वयणुकं नैव उत्पन्नं तादृशपरमाणुः न सिद्ध्यति एव. तावान् सङ्कोचः अस्ति, यदा आवश्यकं तदेव सिद्ध्यति, अनावश्यकं यदवश्यकम् यदवश्यकं तदेव सिद्ध्यति, अनावश्यकं न सिद्ध्यति. प्रमाणस्य एतादृशी मर्यादा. पूर्वमपि विचारितं यत् अत्यन्तं सूक्ष्मं दृश्यते त्रयणुकं, तत् सा अवयवम् इति साधकम् अनुमानम् अस्ति. वयं जानीमः त्रयणुकमेव चक्षुषा ज्ञानं भवति, त्रयणुकात् आरभ्य एव चक्षुषा ज्ञानं भवति इति. त्रयणुकं तत् सा अवयवम् इति साधकं, तत् अवयवं तत्कृते त्रयणुकस्य कृते षड् परमाणवः सन्ति, परमाणु नाम तत्र त्रयणुकस्य अवयवः सन्ति इति तत्र कथं जानीमः? अनुमानेन अतः तस्य साधकम् अस्ति सा अवयं सा अवयवम् इति सा इति तस्य साधकम् अस्ति अनुमानमेव. तस्यापि अवयवः द्वयणुकं सा अवयवम् इति अनुमानेन परमाणुः सिद्ध्यति. अनन्तरं त्रयणुकं सा अवयवम् इति, अपि च द्वयणुकमपि सा अवयवम् इति अनुमानेन एव अस्माकं परमाणुः सिद्ध्यति. अतः यादृशपरमाणौ द्वयणुकं नैव उत्पन्नं, तादृशपरमाणुः न सिद्ध्यति एव. परमाणु द्वयं स्वीकृत्य द्वयणुकं नैव उत्पन्नं तादृशपरमाणुः न सिद्ध्यति एव. परमाणुः अपि च द्वयणुकं द्वयोः अपि अनुमानेन एव सिद्ध्यति इत्यनेन यादृशपरमाणौ द्वयणुकं नैव उत्पन्नं तादृशपरमाणुः न सिद्ध्यति एव, यतोहि अनुमानेन एव अस्माकं कृते द्वयणुकं परमाणु इति नाम तत्र अस्माकं मार्गे तत्र वयं तत्र चिन्तयामः तत्र किं मुम्बैनगरं गच्छामः इति चिन्तयामः मार्गे पुणे नगरम् आगच्छति खलु इति चिन्तयामः तत्र पुणेनगरं तस्य अनन्तरमेव तत्र मुम्बैनगरं भवति इति चिन्तयामश्चेत् तर्हि मार्गे सर्वदा पुणेनगरं भवति चेत् तर्हि यदा यदा वयं मुम्बैनगरं गच्छामः तदा तदा तत्र पुणेनगरमपि तत्र तत्र गन्तव्यम् अस्ति तदनन्तरमेव मुम्बैनगरं अतः तत्र मार्गे परमाणोः मार्गे द्वयणुकं सर्वदा अस्ति अतः तत्र द्वयणुकं विना न कोऽपि परमाणुः सिद्ध्यति अनुमानेन यतोहि अस्माकम् अनुमानमार्गः द्वयणुकेन एव अग्रे गच्छति अतः तदेव प्रमाणम् इति तदेव द्वयणुकमेव परमाणोः मार्गः प्रमाणम् अतः एकाकी परमाणु इति तत्र अस्माकं ज्ञानमेव नास्ति तस्य न सिद्ध्यति तद् अस्ति इति कोऽपि वदति चेत् कथं भवान् जानाति तत्र परमाणु अस्ति इति इत्युक्ते वयं किं वदामः तत्र एकाकी अस्ति इति तस्य भवेत् किन्तु अस्माकं ज्ञानं नास्ति अतः तत्र यस्य ज्ञानं सिद्ध्यति तदेव तत् अस्ति इति वक्तुं शक्नुमः अतः परमाणोः विषये चर्चा भवति चेत् यः परमाणुः सिद्धः अस्ति नाम तत् अस्ति इति ज्ञातुं शक्नुमः तस्मिन् विषये एव चर्चा भवितुम् अर्हति अपि स च परमाणुः द्वयणुकं विना न सिद्ध्यति अतः द्वयणुक यस्मिन् परमाणु द्वयणुकं न उत्पन्नं यतोहि परमाणु इति अवयवः द्वयणुकम् इति अवयवी तत्र अतः द्वयणुकं परमाणौ तिष्ठति समयसम्बन्धेन तत्र परमाणु द्वयणुकं न उत्पन्नं सः परमाणु तस्य ज्ञानम् अस्माकं नास्ति न सिद्ध्यति अग्रे पठामि वा पठतु भगिनि तादृशपरमाणु न सिद्ध्यति एव तावान् सङ्कोचः अस्ति सङ्कोचः नाम तत्र अस्माकं ज्ञानस्य विस्तारं कीदृशम् इत्युक्ते तावदेव अस्माकं ज्ञानमस्ति तावान् सङ्कोचः नाम तत्र सर्वे प्रसारितम् इति न वक्तुं शक्नुमः सीमा अस्ति तस्य ज्ञानस्य अतः सङ्कोचः इति सङ्कोचः लैक् काण्ट्राक्टर् तावान् सङ्कोच मिनिमल् सत्यं भगिनि नाम सङ्कोचः नाम सर्वत्र प्रसारितं नास्ति न्यूनदेशम् इति नाम तत्र उदाहरणं सर्वदा भवति तत्र पुष्पं तत्र यदा सूर्योदयः भवति तत्र पुष्पं पूर्वं तत्र सङ्कुचितं भवति इदानीं तत्र अतः तत्र न्यूनदेशम् इत्युक्ते तत्र सङ्कोचः अस्ति इति मार्ग एक्साम्पल् अस्ति अस्तु धन्यवादः यदा आवश्यकं तदेव सिद्ध्यति अनावश्यकं न सिद्ध्यति प्रमाणस्य एतादृशी मर्यादा अस्माकं प्रमाणं द्वयणुकं विना परमाणुः न सिद्ध्यति अपि च द्वयणुकमपि त्रयणुकं विना न सिद्ध्यति अतः तत्र परम्परा भवति एव तत्र त्रयणुकं द्वयणुकं परमाणुः इति अतः तत्तु आवश्यकमस्ति अतः तत्र केवलम् एतादृशस्य परमाणोः ज्ञानम् अस्माकम् अस्ति आचार्य आचार्य द्वयस्य ज्ञानस्य कृते द्वयनुकज्ञानस्य कृते चक्षुप्रमाणं नास्ति खलु अस्माकं नास्ति भगिनि नास्ति अतः द्वयनुकं युगलरूपेण एव अस्ति तत्र विभक्तपरमाणुस्थितिः नास्ति इति ज्ञानस्य कृते अन्यत् किमपि उपकरणम् आवश्यकं सूक्ष्म उपकरणं तत्रापि केवलम् अनुमानमेव भगिनि नाम तत्र तावत् नाम तत्र चिन्तयतु ते न उक्तवन्तः तत्र नाम तत्र परमाणुः तत्र अन्तिमं यत् वयं द्रष्टुं शक्नुमः सूक्ष्मतरं सूक्ष्मतमं यत् अस्ति तत् त्रयणुकम् इति नामकरणम् अभवत् तदेव परमाणु इति नामकरणं न कृतवन्तः खलु यत् सूक्ष्मम् अस्ति किन्तु तत्र प्रत्यक्षं ज्ञानं भवति ते चिन्तितवन्तः तस्य अपि अवयवः भवेत् किन्तु तस्य अवयवाः असङ्ख्याः न सन्ति तत्र वयं गणितुं शक्नुमः नाम तत्र द्वयं वा षड् वा इति अतः तत्र केवलं तस्यापि गणनं नाम तत्र कोटिकोटि इति नास्ति किन्तु तत्र दशं वा सहस्रं वा किमपि भवेत् किन्तु तस्य सीमा अस्ति इति अतः तत्र त्रयणुकं द्वयणुकम् इति ते स्वीकृतवन्तः तावदेव किन्तु नाम समीचीनं वा भगिनि किन्तु तत्र सर्वत्र तत्र अनुमान अनुमानमेव सत्यं हा अनुमानेन एव तत्र साधितं हा नाम तत्र यदि वयम् अस्तु तत्र त्रयणुकम् एव तत्र यत् त्रयणुकम् इति चिन्तयामः तस्य एकः एव अवयवः अथवा तस्य अवयवद्वयम् अस्ति इति चिन्तयामश्चेत् तदापि तस्य अवयवस्य नामकरणं परमाणु इति कुर्मश्चेत् तदापि तत्र तस्य निखिलावधिकत्वं न भवति यतोहि सः परमाणुः अपि तत्र तस्मिन्नपि तत्र त्रयणुकम् इति पदार्थः उत्पन्नः अस्ति अतः तत्र अत्र यत् वयं परमाणु इति यस्य वर्णनं कुर्मः तस्य लक्षणं नाम तत् तस्य अथवा तस्य सिद्धिः अन्यरीत्या नाम अन्यरीत्या अथवा अन्यरीत्या न परम्परया एव तत्र शकलपरम्परया एव करणीयं किन्तु तत्र किञ्चित् परिवर्तनं कुर्मश्चेदपि तत्र तादृशनूतनपरमाणु यः अस्ति तस्य अपि निखिलावधिकत्वं न भवति नाम अवयवी अवयवः इति एव परम्परा तेन एव तत्र वयं परमाणुविषये तत्र चर्चा कर्तुं शक्नुमः इति समीचीनं वा भगिनि आम् आचार्य हा अस्तु समीचीनं हा अतः इदानीम् अग्रे तत्र गणनी भवती एव पठति वा अग्रे आम् आहत्य परमाणुः एकाकी न भवति यतोहि तादृशपरमाणोः कृते प्रमाणं नास्ति ओके परमाणुः साक्षात् न सिद्ध्यति परमाणुसाधकं किमस्ति इति चेत् द्वयनुकं सावयवम् इति अतः द्वयनुकावयवत्वेन द्वयनुकावयवत्वेन एव अयं परमाणुः प्रमाणितः तस्मात् यस्मिन् परमाणौ द्वयनुकं नास्ति तादृशपरमाणुः नैव सिद्धः तदर्थं यः कोऽपि परमाणुः भवति तस्य अवश्यं कश्चन अवयवी अस्ति तत्र च तदवधिकं पृथक्त्वं नास्ति अतः परमाणुः विषयेऽपि पृथक्त्वस्य अनेकावधिकत्वं न तु निखिलावधिकत्वम् आहत्य परमाणुः एकाकी नास्ति इति यतोहि तादृशपरमाणोः कृते प्रमाणं नास्ति अनुमानेन एव वयं चिन्तयामः एकाकी परमाणुः नास्ति इति स सम्यक् आचार्य? हा सत्यं सत्यं नाम परमाणु अस्ति इति अनुमानेन एव जानीमः, अतः तत्र यदि तत्र द्रष्टुं शक्नुमः तर्हि तत्र परमाणु एकाकी अस्ति न वा इति वक्तुं शक्नुमः खलु, किन्तु तस्य प्रत्यक्षज्ञानं नास्ति चेत् तर्हि तत्र एकाकी अस्ति न वा इति कथं वदामः? तत्र येन मार्गेण वयं गच्छामः तस्य मार्गस्य आश्रयेण एव किमपि तत्र तत्र कोऽपि निर्णयः भवेत् खलु. तथा आचार्य, पूर्वमपि यत्र यत्र वयम् अनुमानं स्थापितवन्तः तत्र यदि विरोधः नास्ति तर्हि तत् वयं स्वीकृतवन्तः खलु अनुमानम्. अस्तु, हा पूर्वमपि कुत्रापि वयम् अनुमानं विशेष सत्यं सत्यं विरोधः नास्ति चेत् स्वीकर्तुं शक्नुमः, किन्तु तत्र अपि अस्ति नाम यत्र लाघवत्वम् अस्ति तत् स्वीकुर्मः इति खलु. हा नाम लाघवत्वं नाम येन तत्र समाधानं सुलभेन कर्तुं शक्नुमः तत् स्वीकुर्मः, गौरवं मास्तु इति. हा परमाणुः साक्षात् न सिद्ध्यति, परमाणुसाधकं किमस्ति इति चेत् द्व्यणुकं सावयवम् इति. द्वयणुकं सावयवम् इति एव साधकमस्ति. अतः द्वयणुकावयवत्वेन एव अयं परमाणुः प्रमाणितः. तस्मात् यस्मिन् परमाणौ द्वयणुक अवयवत्वेन एव अयं परमाणुः प्रमाणितः. नाम प्रमाणं किम् अस्ति? परमाणोः प्रमाणं द्वयणुकस्य अवयवत्वं खलु खलु. आमां परमाणुः द्वयणुकत्वेन एव सिद्ध्यति. द्वयणुक अवयवत्वेन तदेव सः एव मार्गः. तस्मात् कस्मिन् परमाणु द्वयणुकं नास्ति तादृशपरमाणुः नैव सिद्धः. तत्र एकाकी परमाणु न स्थास्यति इति स्थास्यति नाम तस्य लोके भवेत्, किन्तु वयं तस्य ज्ञानम् अस्माकं नास्ति. अतः तस्मिन् विषये वयं तत्र चर्चा न कर्तुं शक्नुमः खलु. तदर्थं यः कोऽपि परमाणुः भवति तस्य अवश्यं कश्चन अवयवी अस्ति, तत्र च तदवधिकं पृथक्त्वं नास्ति. अतः परमाणु स्वस्य अन्ययुगलात् परमाणुतः पृथक् नास्ति. स्वस्य अवयव परम्परायां विद्यमान यः अन्यपरमाणुः अस्ति तस्मात् तथा द्वयणुकं यदस्ति द्वयणुकात् स्वयं परमाणुः पृथक् नास्ति इति. अतः द्वयणुक अवधिकं पृथक्त्वं परमाणौ द्वयणुक अवधिकं द्वयणुक अवधि पृथक्त्वे नास्ति. परमाणो विद्यमानं पृथक्त्वे द्वयणुक अवधिकं पृथक्त्वं नास्ति. नाम द्वयणुकम् अधिक अवधिः न भवति इति अस्ति. समीचीनम्. अतः परमाणोः विषये अपि पृथक्त्वस्य अनेकावधिकत्वं न तु निखिलावधिकत्वम्. नाम अनेकावधिकत्वम् अस्ति किन्तु निखिलावधिकत्वं नास्ति. तत्र यस्य अनेकावधिकत्वं नास्ति यस्य पदार्थस्य कस्य पदार्थस्य अनेकावधिकत्वं नास्ति न अनेकावधिकत्वं नास्ति कस्य पदार्थस्य अनेकावधिकत्वं नास्ति अनेकावधिकत्वं गतवर्गे चर्चितवन्तः, तस्मात् प्राक् अपि चर्चितवन्तः. कोऽपि पदार्थः अस्ति यस्य अनेक अवधिकत्वं नास्ति, अनेक अवधिकत्वं नास्ति चेत् तत्र किम् अस्ति तर्हि तत्र एक अवधिकभेदः एक अवधिः एव अस्ति भेदः, भेदस्य एकः एव अवधिः नाम तत्र प्रतियोगी, प्रतियोगी एव तत्र अवधिरूपेण भवति इति. किन्तु पृथक्त्वस्य अनेकावधिकत्वम् अस्ति, किन्तु तत्र घटस्य घटे घटनिष्ठपृथक्त्वस्य निखिलावधिकत्वं नास्ति, पुनः परमाणुनिष्ठपृथक्त्वस्य अपि निखिलावधिकत्वं नास्ति इति एतावत् साधितं. समीचीनं वा? अत्र कोऽपि प्रश्नः? आचार्य, अनेकावधिकत्वस्य उदाहरणं न स्मरामि. न न, पृथक्त्वस्य अनेकावधिकत्वम् अस्ति. यत्र अनेकावधिकत्वं नास्ति नाम एकावधिकत्वम् इति, एकः एव अवधिः इति प्रश्नः. तत्र भेदः, भेदस्य एकः एव अवधिः अस्ति. आमामां, तत्र घटः पटः न, तत्र घट एव अवधिः आसीत् खलु अन्येषु पदार्थ. नाम घटभेदः सर्वत्र अस्ति घटं विहाय, किन्तु तत्र पटः घटः न इति, नाम पटः घटात् भिन्नः, तदा घटभेदः पटे अस्ति. पुस्तकं घटात् भिन्नं, तर्हि घटभेदः पुस्तके अस्ति, किन्तु सर्वत्र अवधिः तु घटः एव. तर्हि घटभेदस्य अवधिः केवलं घटः, प्रतियोगी एव घटः. अतः तत्र घटभेदः घटं विहाय सर्वत्र भवति, किन्तु अवधिः तु केवलं घटः. पृथक्त्वं केवलं घटे एव अस्ति, किन्तु पृथक्त्वस्य अनेके अवधयः सन्ति, अनेकावधिकत्वम् अस्ति. भेदः सर्वत्र अस्ति घटं विहाय, घटनिष्ठपृथक्त्वं केवलं घटे अस्ति, अन्यत्र कुत्रापि नास्ति, अपि तस्य अनेकावधिकत्वम् अस्ति, भेदस्य एक अवधिः एव अस्ति इति. अतः तत्र एतेन वयं तत्र जानीमः, तत्र सम्यक् अवगच्छामः. अस्तु अस्तु, भेदः अपि पृथक्त्वं तयोः मध्ये वैलक्षण्यं वर्तते एव इति. एतत् सर्वं तत्र तस्य कार्यं तदेव अस्ति, नाम तत्र भेदः पृथक्त्वं नास्ति इति वारं वारं साधितमस्ति अत्र. अस्तु, अग्रे सरामः वा तर्हि? आचार्य, नव्यनैयायिकाः तु ते समानमेव मन्यते इति अस्ति. सत्यं सत्यं. अतः तत्र विद्याधर्यां तत्र लेखकः कः किं करोति इत्युक्ते, तत्र यावत् नाम तत्र तस्य यत् सरलरीत्या तत्र साधितुं शक्नोति, यत् तत्र बहु पारिभाषिकं नाम तत्र बहु टेक्निकल् मास्तु इति तस्य चिन्तनं, यतोहि तत्र विद्याधरी पुस्तकं तत्र परिचयग्रन्थः अस्ति खलु, नाम तत्र प्रथमसोपानग्रन्थः अस्ति. तर्हि तत्र यद् सुलभतया वक्तुं शक्नुमः तावत् वदामः इति अस्ति. अतः तत्र इदानीं पश्यतु, यदि एतावत् वयम् एतत् सर्वं चर्चितवन्तः, अस्माकं मनसि अस्ति अस्तु पृथक्त्वं भेदः समानः एव अस्ति, तत्र वैलक्षणं समानः समानं नास्ति इति इदानीं प्रायशः वयम् अङ्गीकुर्मः. अपि तत्र केवलम् अपि तत्र परमाणुस्तरे वयं प्रायशः चिन्तितवन्तः परमाणु, तत्र तु प्रायशः तत्र निखिलावधिकत्वं भवेत् इति, किन्तु तदपि सत्यं नास्ति इति साधितवन्तः. अतः तत्र नैयायिकाः तेषां चिन्तनं तत्र सूक्ष्मं चिन्तनं भवति भगिनि. अतः तत्र नव्यनैयायिकानां चिन्तनं यदि अवगन्तुम् इच्छामः तर्हि तत्र इतोपि तत्र किं चिन्तनम् आवश्यकम् अस्ति, तर्हि तत्र सारल्यं तत्र नास्ति इति वक्तुम् इच्छामि तावदेव. समीचीनं वा? आम् आचार्य, तथा न न न आवश्यकः आसीत् इति अहं चिन्तयामि इदानीं, तत्र नव्यनायिकानां मतम् इतोपि इट् शुड् हव् बिन् मोर् डीपर्, सूक्ष्मतरं भवेत् खलु अस्ति. अतः सत्यमेव सूक्ष्मतरम् एव अस्ति, किन्तु तत्र पुनः अत्र एव तत्र एषा चर्चा एव तत्र वयं चिन्त्यमस्तु क्लिष्टा अस्ति. तर्हि नव्यनैयायिकानां मतं किम् अस्ति तत्र, तर्हि तत्र बहु हा इदानीं मास्तु इति. अतः तत्र विद्याधरीग्रन्थे एतत् स्वीकृतं प्रायशः, किन्तु सम्यक् सम्यक्तया न जानामि. अस्तु तर्हि अग्रे सरामः. तर्हि अग्रे तत्र नीता भगिनी अग्रे पठति वा? आम्. पृथक्त्वस्य अवच्छेदकः कः, भेदस्य च अवच्छेदकः कः? पूर्वम् उक्तं यत् पृथक्त्वस्य गुणत्वात् पृथक्त्वम् अवच्छिद्यते, भिद्यते, विशिष्यते, तदा आश्रयभूत तत् आश्रयभूतद्रव्येण पृथक्त्वगुणः घटे इति चेत् पृथक्त्वं भिद्यते, विशिष्यते, तद् तत् आश्रयेण घटेन, अतः घटविशिष्टपृथक्त्वं. तत् च घटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नं, मठे विद्यमानपृथक्त्वात् च भिन्नम्. अपि च घटे विद्यमानपृथक्त्वम् एकम् एव, यतोहि घटविशिष्टम्. घटे अनेकपृथक्त्वानि न सन्ति, घटविशिष्टं पृथक्त्वम् एकमेव. हा, अत्र पृथक्त्वस्य अवच्छेदकः कः, भेदस्य अवच्छेदकः कः इति विषयः. पृथक्त्वस्य गुणत्वात् पृथक्त्वम् अवच्छिद्यते, भिद्यते, विशिष्यते, तत् आश्रयभूतद्रव्येण. आश्रयभूतद्रव्येण इत्युक्ते यदा उदाहरणार्थं वदामः चेत् घटः पुस्तकात् पृथं वा घटः फलात् पृथं वा वृक्षात् पृथक् इति वदामः चेत् तत्र पृथक्त्वस्य आश्रयः अस्ति घटः. तत्र घटः इति पृथक्त्वस्य आश्रयः घटविशिष्टपृथक्त्वम् इति. तत्र पृथक्त्वं विद्यते घटविशिष्टपृथक्त्वम् अनेन इत्युक्ते घटविशिष्टगुणेन एव तस्मात् एव पृथक्त्वं विद्यते, अवच्छिद्यते, विशिष्यते इति दत्तमस्ति. योग्यं वा? सत्यं भगिनि. तत् पृथक्त्वगुणः घटे इति चेत् पृथक्त्वं विद्यते, विशिष्यते, तत् आश्रयेण घटेन, अतः घटविशिष्टपृथक्त्वं. तच्च घटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नं, मठे विद्यमानपृथक्त्वात् भिन्नं. हा, अत्र पृथक्त्वस्य आश्रय घट घटनिष्ठ घटविशिष्टपृथक्त्वं यत् अस्ति तत् पटे यत् पृथक्त्वं विद्यमानं अस्ति इत्युक्ते यदा पटः पुस्तकात् भिन्नः, फलात् भिन्नः वा वृक्षात् भिन्न इति वदामः चेत् तत्र घटे विद्यमान यत् पृथक्त्वं घटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नं वर्तते. ततः मठः पुस्तकात् भिन्नं वा मठः वृक्षात् भिन्नं, मठे आश्रय मठे पृथक्त्वस्य यत् आश्रय मठ आश्रयपृथक्त्वं तत् घटविशिष्टपृथक्त्वं पटविशिष्टपृथक्त्वम् एतस्मात् भिन्नम् एव इति अस्ति. इत्युक्ते आश्रयभूतद्रव्यं यत् अस्ति तस्मात् विद्यमानं पटे विद्यमानं पृथक्त्वं वा मठे विद्यमानं पृथक्त्वं भिन्नम् एव वर्तते. अपि च घटे विद्यमानपृथक्त्वम् एकमेव घटविशिष्टम्. इत्युक्ते घटे विद्यमानं पृथक्त्वम् एकमेव, पटे विद्यमानं पृथक्त्वम् एकमेव वा मठे विद्यमानं पृथक्त्वम् एकमेव. आश्रयभूतद्रव्ये घटविशिष्टपृथक्त्वं मठविशिष्टपृथक्त्वात् भिन्न, तथैव पटविशिष्टपृथक्त्वं घटविशिष्टपृथक्त्वात् भिन्नः. इत्युक्ते तत्र घटविशिष्टपृथक्त्वं घटे विद्यमानपृथक्तम् एकम् एव अस्ति, तद् घटविशिष्टम् इति अस्ति. हा समीचीनं भगिनि, तत्र वयं वदतु भगिनि. तत्र घटविशिष्टम् इत्युक्ते स्पेसिफिक् टु घट एव इति, घटविशिष्टं हा नाम तत्र केवलम् अस्मिन् घटे अस्ति एतत् पृथक्त्वं. नाम वयं तत्र पूर्वं दृष्टवन्तः, नाम तत्र द्रव्यम् अस्ति गुणस्य आश्रयः खलु, तत्र अत्र पृथक्त्वम् अपि तत्र तस्य आश्रयः घटः इति चिन्तयामः, क्रमटः वा. तत्र कुत्रचित् किं भवति, तत्र द्रव्यम् आश्रयः गुणेन भिद्यते, कुत्रचित् गुणः आश्रयेण भिद्यते इति खलु. नाम तत्र यत्र, तत्र उदाहरणं किम् आसीत्, तत्र यत्र अनेके बालकाः सन्ति किन्तु एकः बालकः उन्नतः अस्ति, तत्र तस्मिन् एतस्मिन् बालके औन्नत्यम् अस्ति, अतः औन्नत्यम् इत्यनेन तेन तत्र एषः बालकः अन्येभ्यः बालकेभ्यः भिद्यते. तदा आश्रयः अस्ति बालकः, गुणः अस्ति तत्र विशिष्टगुणः नाम औन्नत्यं, तर्हि गुणेन द्रव्यं भिद्यते, एषः बालकः अन्येभ्यः बालकेभ्यः भिन्नः इति जानीमः. किन्तु इदानीं यदि वयं चिन्तयामः, तत्र पञ्च, तत्र शतं बालकाः सन्ति किन्तु तेषु पञ्च बालकाः उन्नताः सन्ति इति, इदानीं पञ्चसु बालकेषु औन्नत्यम् अस्ति, किन्तु समानम् औन्नत्यम् अस्ति वा इदानीं, नाम यत् औन्नत्यं प्रथमे बालके, प्रथमे उन्नते बालके अस्ति, तदेव द्वितीये बालके उन्नते बालके अपि अस्ति वा इत्युक्ते न. नाम नाम यत् औन्नत्यं प्रथमे बालके अस्ति तद् भिन्नम् अस्ति द्वितीये बालके विद्यमानम् औन्नत्यम्, अतः तदा किं भवति, आश्रयेण गुणः भिद्यते. अत्र किमस्ति, पृथक्त्वमिति सर्वेषु द्रव्येषु वर्तते, अतः सर्वेषु द्रव्येषु, मठः वा पुस्तकं वा घटः वा कपालः वा, सर्वत्र पृथक्त्वं तु अस्ति. तर्हि तत्र सर्वे बालकाः उन्नताः इति तादृशी स्थितिः अत्र, सर्वेषु बालकेषु औन्नत्यम् अस्ति, अत्र सर्वेषु द्रव्येषु पृथक्त्वम् इति गुणः वर्तते, तदा गुणः आश्रयेण भिद्यते इति भवति. अतः तत्र पृथक्त्वं घटविशिष्टं पृथक्त्वं, तत् एकमेव विशिष्ट, एकमेव इति. अनन्तरं घटे अनेक पृथक्त्वानि न सन्ति, घटविशिष्टं पृथक्त्वम् एवम् एकम् एव, एकमेव. अतः एव तत्र तस्य वयं पूर्वं चर्चितवन्तः, नाम तत्र पृथक्त्वस्य अनेकावधिकत्वम् अस्ति, नाम घटे यत् यत् पृथक्त्वम् अस्ति तस्य अवधिः पटः भवितुम् अर्हति, पुस्तकं भवितुम् अर्हति, वृक्षः भवितुम् अर्हति, तत्र वृक्षावधिकं पृथक्त्वम् अपि तत्र पटावधिकं पृथक्त्वं भिन्नं नास्ति, समानम् अस्ति खलु. घटः पटात् पृथक् अथवा घटः पुस्तकात् पृथक्, अवधिभेदः अस्ति किन्तु पृथक्त्वं तु एकमेव, घटविशिष्टपृथक्त्वम् एव अस्ति. अतः तत्र एकमेव पृथक्त्वं, तस्य पृथक्त्वस्य अनेके अवधयः सन्ति, अवधयः सन्ति परन्तु अनेकपृथक्त्वानि न सन्ति, न सन्ति इति अस्ति, इति अस्ति उत्तमं. अस्तु धन्यवादः भगिनि. अस्तु अग्रे तर्हि तत्र तर्हि अग्रे उषा भगिनी अग्रे पठति वा. महोदय, किन्तु भेदः न तथा, भेदः तद् आश्रयभूतद्रव्येण न अवच्छिद्यते, अपि तु अवधिभेदेन अवच्छिद्यते. इति अन्योन्य अभावस्य स्वरूपम्। घटभेदः पुस्तके पटे भूतले इति आशयभेदेन न भिद्यते, एकः एव घटभेदः सर्वत्र। भेदः विशिष्यते प्रतियोगिना, अतः पटे घटभेदः पुस्तकभेदः सङ्गणकभेदः एते त्रयः यद्यपि सर्वे पटे, किन्तु त्रयः भिन्नः भेदाः अवधिभेदात्। पूर्वं गुणः आश्रयेण विद्यते, अत्र अत्र भेदः तु भेदः गुणेन गुणः नास्ति, गुणः नास्ति। किन्तु भेदः न तथा, ओके, किन्तु भेदः न तथा, भेदः तद् आश्रयभूतद्रव्येण न अवच्छिद्यते, अपि तु अवधिभेदेन अवच्छिद्यते। पटः घटात् भिन्नः इति वदामः चेत् घटभेदः अस्ति पटे, मठः घटात् भिन्नः इति चेत् घटभेदः अस्ति मठे। सो भेदः तदाश्रयभूतद्रव्येण न अवच्छिद्यते, घटभेदः द्वयोः अपि घटभेदः अस्ति, परन्तु घटभेदः तदाश्रयभूतद्रव्येण न अवच्छिद्यते। यथा भवती भवत्याः तत्र उदाहरणद्वयं स्वीकुर्मः तर्हि तत्र पटः घटात् अपि मठः घटात् भिन्नः, तत्र घटभेदः पटे अस्ति, घटभेदः पटे अस्ति, घटभेदः मठे अस्ति, एकमेव घटः, परन्तु घटभेदः परन्तु घटभेदः भिन्नेषु भिन्नेषु भिन्नेषु पतेषु पदार्थेषु वर्तते। आश्रयौ भिन्नौ किन्तु एक एव पदार्थः, नाम घटभेदः इति पदार्थः एकमेव, परन्तु आश्रयभूतद्रव्यं बहवः। तर्हि आश्रयं भिन्नम्, आश्रयः भिन्नः इति कृत्वा तत्र घटभेदः भिन्नः इति न वदामः खलु, घटभेदः एकमेव। तर्हि किन्तु तर्हि तत्र पटविशिष्टघटभेदः समानघटभेदः पटे अपि अस्ति मठे अपि अस्ति तर्हि तत्र पटविशिष्टघटभेदः इति न वक्तुं शक्नुमः, नाम पटविशिष्टघटभेदः अपि मठविशिष्ट घटभेदः द्वयोः कृते समीचीनं न भवति, यतो भिन्नः नास्ति, अतः विशिष्टम् इति तत्र तत् समीचीनं न भवति। भेदः तदाश्रयभूतद्रव्येण, सो घटभेदः घटभेदः तदाश्रयभूतद्रव्येण, घटभेदः पटे अस्ति, सो तदाश्रयभूतद्रव्येण पटेन अवच्छिद्यते, पटेन न अवच्छिद्यते, अपि तु अवधिभेदेन अवच्छिद्यते। अवधिः अत्र घटः एव अवधिः इति अन्योन्य अभावस्य स्वरूपम्। अन्योन्य अभावः इत्युक्ते अत्र प्रतियोगी दत्त, हौ डु इस् कथं वक्तुं शक्नुमः, अन्योन्य अभावस्य स्वरूपम् वयं दृष्टवन्तः पूर्वम्। अन्योन्य अभावः इत्युक्ते पटः घटः न इत्यस्य कृते घटभेदः, नाम तत्र अवधिः इति तत्र तत्र भेदः प्रतियोगिना भिद्यते खलु, घटः प्रतियोगिना घटभेदः, यः कोऽपि भेदः भेदः नाम तत्र प्रतियोगिना भिद्यते, नाम यदि प्रतियोगी नूतनप्रतियोगी अस्ति चेत् भेदः अपि नूतनः भवति, नाम तत्र घटभेदः पटभेदः समानः नास्ति, अतः तत्र भेदः प्रतियोगिना भिद्यते अथवा अवच्छिद्यते, किन्तु वयं जानीमः प्रतियोगी अस्ति अवधिः अस्ति प्रतियोगी, अवधिः अस्ति प्रतियोगी, अतः अवधिभेदेन भेदः भिद्यते, अवधिभेदेन भेदः भिद्यते. घटभेदः पुस्तके पटे भूतले इति आशयभेदेन न भिद्यते, यतोहि एकः एव घटभेदः सर्वत्र अस्ति. आं महोदय, घटभेदः पुस्तके पटे भूतले इति सर्वत्र सर्वपदार्थस्य कृते एव अस्ति, परन्तु घटभेदः एकमेव, तद् आशयभेदेन न भिद्यते यतोहि द्रव्य सर्वत्र अस्ति इत्यनेन, सर्वे पदार्थे अस्ति इत्यनेन, घटभेदः सर्वे पदार्थे अस्ति इत्यनेन घटभेदः सर्वत्र, एक एव घटभेदः सर्वत्र अस्ति इति. भेदः भेदः विशिष्यते प्रतियोगिना, भेदः विशिष्यते प्रतियोगिना, अतः पटः घटभेद अतः पटे घटभेदः पुस्तकभेदः पटे घटभेदः पुस्तकभेदः सङ्गणकभेदः इति एते त्रयः यद्यपि सर्वे पटे किन्तु त्रयः भिन्नः भेदाः अवधिभेदात्. पटे अतः पटे घटभेदः पटे घटभेदः पुस्तकभेदः पटे घटभेदः इत्युक्ते पटः घटात् भिन्नः, पुस्तकभेदः इत्युक्ते पुस्तकः घटात् पुस्तकभेदः पुस्तकः घटात् भिन्नः, सङ्गणकभेदः इत्युक्ते सङ्गणकः घटात् भिन्नः इति एते त्रयः यद्यपि सर्वे पटे सङ्गणकभेदः कीदृशः सङ्गणकभेदकः सङ्गणकः सङ्गणकभेदः इत्युक्ते सङ्गणकः घटात् भिन्नः. न न न न न तत्र सर्वे पटे सन्ति खलु. ओ ओ त्रयः यद्यपि ओ सर्वे पटे ओ सर्वे पटे इत्युक्ते पटे घटभेदः पटे घटभेदः इत्युक्ते पट घटभेदः घटभेदः पटे घटभेदः पटे घटभेदः इत्युक्ते पटः घटात् लिखति वा अत्र बहु सम्भ्रमः जायते. आं समीचीनम्. अतः पटे घटभेदः इत्युक्ते पटः घटात् भिन्नः भिन्नः पटे पुस्तकभेदः पटे पुस्तकभेदः इत्युक्ते पटः पुस्तकात् भिन्नः अपि च पटे सङ्गणकभेदः इत्युक्ते पटः सङ्गणकात् भिन्नः. इत्येते त्रयः यद्यपि सर्वे पटे सो भेदः त्रयः भेदः सर्वे पटे अस्ति किन्तु त्रयः भेदः त्रयः भिन्नः भेदाः अवधिभेदात्. पटे घटभेदः इत्युक्ते घट पटः घटात् भिन्नः अवधिः पटः घट अवधिः घटः घटभेदः अवधि घटः पुस्तकभेदः अवधि पुस्तकः सङ्गणकभेदकः अवधि अवधिः सङ्गणकः. नाम तत्र वयं तत्र पटे भेद घटभेदः पुस्तकभेदः सङ्गणकभेदः किन्तु समानं नास्ति वा, नाम घटभेदः एव पुस्तकभेदः इति किमर्थं न वक्तुं शक्नुमः इत्युक्ते तदा उत्तरं भवति अवधिभेदः तत्र अवधि पश्यतु अवधिकः इति अस्य अवधिः अस्ति घटः अस्य अवधिः अस्ति पुस्तकः तर्हि समानं नास्ति नास्ति तथैव अत्रापि सामान्यं नास्ति अतः भेदः त्रयः भेदाः तत्र सन्ति सन्ति त्रयः भेदाः सन्ति त्रयः भिन्नाः भेदाः तत्र भिन्नाः भेदाः भेदाः तत्र सन्ति पटे अतः एव सन्ति अतः तत्र आश्रयभेदेन तत्र यथा तत्र घटे एकमेव पृथक्त्वम् इति उक्तवन्तः तथा पटे एकः एव भेदः इति न वक्तुं शक्नुमः तर्हि तत्र आशयेन विशिष्टं नास्ति भेदः आशयेन तस्य आशयः अवच्छेदकः न भवति भेदस्थले पृथक्त्वस्थले आशयः घटः घटविशिष्टपृथक्त्वं घटः एव आश्रयः घटे एव तत्र पृथक्त्वम् अवच्छिद्यते तर्हि तत्र आशयः अवच्छेदकः भवति अत्र समान आशयः किन्तु भिन्नाः भिन्नभेदाः तर्हि अवधि दृष्ट्वा एव तत्र भिन्नः इति वक्तुं शक्नुमः अतः अवच्छेदकः तत्र भवति अवधिः अवधिर् स्वीकृत्य एव तत्र वयम् एषः एतेन भिन्नः इति वक्तुं शक्नुमः यथा वयं तत्र पूर्वं तत्र यदि तत्र तत्र एकस्मिन् अधिकरणे नाम तत्र भूतलम् इति स्वीकृत्य तत्र भूतले तत्र पदार्थद्वयम् अस्ति चेत् तत्र आधेयता समानम् अस्ति न वा इति तदा अवच्छेदकः आसीत् कुत्रचित् किं भवति तत्र आश्रयभेदेन तत्र अवच्छेदकः आश्रयः एव अथवा द्रव्यम् इति अवच्छेदकः भवति किन्तु कुत्रचित् सम्बन्धः नाम येन सम्बन्धेन तत्र समवायसम्बन्धः वा एकस्मिन् स्थितौ तत्र सम्बन्धः भवति समवायः अन्यस्य कृते तत्र सम्बन्धः भवति तत्र संयोगः तदा वयं जानीमः तत्र समानता नास्ति नाम तत्र प्रश्नः तत्र एकः एव अस्ति वा अथवा तत्र भिन्नः तत्र समानम् अस्ति वा अथवा समानं नास्ति इति प्रश्ने सति किमपि दृष्ट्वा वयं वक्तुं शक्नुमः पश्यतु तत्र सामान्यं नास्ति इति अत्र अवधिं दृष्ट्वा वयं जानीमः तत्र भिन्नाः भेदाः इति अस्तु समीचीनं धन्यवादः भगिनी अस्तु धन्यवादः एतावत् कोऽपि प्रश्नः आचार्य अत्र अस्मिन् चित्रे घटभेदः पुस्तकभेदः सङ्गणकभेदः पटे वर्तते अत्र वाक्यमस्ति पटः घट न वा सत्यं भगिनि पटः घटः न घटः न किन्तु यदि केवलं तद् मनसि स्थापयामः मनसि क्लेशः भवति नाम तत्र पटः घटः न घटः पटः न तत्र कथं तत्र समान अर्थः भवेत् इति खलु अतः पटः घटः न इत्यस्य स्थाने पटः घटात् भिन्नः इति स्थापयामः सारल्यं पटः घटात् भिन्नः पटः पुस्तकात् भिन्नः पटः सङ्गणकात् भिन्नः इति तदा वयम् अवधिकः इति जानीमः अपि तत्र कुत्र आश्रयः अस्ति पटः इति तदपि जानीमः केवलं तत्र पटः इति प्रश्नः उदेति खलु कस्मात् भिन्नः तर्हि घटात् पुस्तकात् सङ्गणकात् तर्हि तत्र उत्तमप्रश्नः भगिनि तत्र यदि केवलं वयम् एतत् शृण्मः नाम पटः घटः न इति शृण्मः तत्र प्रायशः तत्र कः अवधिः इति न जानीमः किन्तु तत्र घटः नास्ति इति चिन्तनं भवेत् तदा तत्र अस्माकं तत्र चिन्तनं कीदृशं भवति चेत् ओ पटः अस्ति किन्तु सः पटः घटः नास्ति. तर्हि किमपि उक्तं पटस्य विषये, किमपि उक्तं, किम् उक्तं? सः पटः घटः नास्ति इति उक्तम्. नाम एतत् ज्ञात एकः पदार्थः ज्ञातः, तस्मिन् ज्ञातपदार्थस्य विषये नूतनं ज्ञानम् उक्तमस्ति. तत् किं? घटः नास्ति इति. सः पदार्थः घटः नास्ति इति. अतः पटः अस्ति, पटः घटः नास्ति. तर्हि पटस्य विषये किमपि उक्तम् इति चिन्तनं भवति. किन्तु एतद् भवति चेत् सारल्यमस्ति, मनसि क्लेशः न उदेति. समीचीनं. तर्हि अत्र पटः घटात् भिन्नः, पटः पुस्तकात् भिन्नः. अत्र सर्वत्र यत् अवधि अस्ति तत् तत्तु घटः, पुस्तकं, सङ्गणकम् इति खलु अवधि. सत्यम्. अतः अतः अवधि दृष्ट्वा एव, अवधिं दृष्ट्वा एव वयं जानीमः घटभेदः पुस्तकभेदः नास्ति इति. अतः तत्र अवधिभेदात् तत्र भेदः भिद्यते, नाम प्रतियोगिना भेदः भिद्यते, तावदेव. परन्तु वाक्यमस्ति घटभेदः पटे वर्तते इति खलु. सत्यं, घटभेदः घटं विहाय सर्वत्र वर्तते खलु. न न, अस्मिन् प्रतीतौ पटः घटात् भिन्नः. सत्यं भगिनि, सत्यं. हा, घटभेदः घटभेदः पटे वर्तते. सत्यं, पटे वर्तते. सत्यं, पटः आशयः अस्ति. भिन्नः इति भिन्नत्वं, भिन्नत्वं पटे वर्तते. भिन्नत्वं कीदृशं भिन्नत्वं? घटभेदः इति भिन्नत्वं पटे वर्तते. पटः आश्रयः, घटः अस्ति अवधिः. यथा वयम् अस्माकं तत्र मूल उदाहरणं, तत्र फलं वृक्षात् पतति, तत्र पतनक्रिया यः आश्रयः अस्ति फलम्. खलु, फलं वृक्षात् पतति. त्रयः भिन्नः भेदः अवधिभेदात्. त्रयः भिन्नः भेदः अवधिभेदात्. सम्यक्. अस्तु, अस्तु, तर्हि अग्रे सरामः. समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे नरसिंहरे महोदय अग्रे पठति वा? अधुना मनसि इति अधुना मनसि इदमपि ध्येयं यत् भेदस्थले प्रतियोगितायाः अवच्छेदकं किम् इति कथं वक्तव्यं, भेदस्य अवच्छेदकः चेति कथं वक्तव्यं, घटभेदः तस्य प्रतियोगिता घटे विद्यमानता तादात्म्यसम्बन्धेन अवच्छिन्ना, तादात्म्यसम्बन्धवच्छिन्ना प्रतियोगिता, घटभेदः घटावधिकः नाम घटावच्छिन्ना आहत्य घटत्व अवच्छिन्नता अवच्छिन्न तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिताकः अभावः य घटभेदः तद्वान् पटः. अधुना मनसि इदमपि ध्येयं यत् भेदस्थले प्रतियोगितायाः अवच्छेदकं किम् इति कथं वक्तव्यं, भेदस्य अवच्छेदकः कः इति च इति कथं वक्तव्यम् इति प्रश्नः. भेदस्थले प्रतियोगितः अवच्छेदकं कथं वक्तव्यम् इति चेत् अत्र अग्रे दत्तमस्ति घटभेदः इति, तस्य प्रतियोगिता घटे, घटभेदस्य प्रतियोगिता घटे वर्तते, तत् विद्यमानतादात्म्यसम्बन्धेन अवच्छिन्ना. घटः तादात्म्येन तादात्म्यसम्बन्धेन स्वस्मिन् भवति, अतः घटभेदस्य अवच्छेदकः घटः भवति. घटः कथं भवति इत्युक्ते तादात्म्यस्य घटभेदस्य अवच्छेदकः न, तत्र अवच्छिन्ना का अस्ति अत्र अस्मिन् वाक्ये? अवच्छिन्ना अस्ति विशेषणम्, अविशेष्यं, क्षम्यतां, विशेषणं. हा, किन्तु विशेष्यं किं, किं पदम् अस्ति तत्र? अत्र भेद एव अवच्छिन्न अस्ति, तदस्पन्दमन्द अवच्छिन्न प्रतियोगिता अवच्छिन्न अस्ति महोदय, तदस्पन्द अवच्छिन्न प्रतियोगिता. हा तर्हि तत्र प्रतियोगिता तत्र अवच्छिन्ना, प्रतियोगिता अवच्छिन्ना, तत्र विशेष्यं किं, विशेषणं किम्? विशेषं घटः तादत्नसम्बन्ध इति विशेषणं तादृश सम्बन्धेन इति तृतीया अस्ति, तृतीया अस्ति तत्र, तर्हि तत्र तृतीया इति विशेषणं न भवति खलु, तत्र विशेष्यम् अपि विशेषणं समानविभक्ति भवेत् खलु. तत्र घट इति विशेष्यः न न महोदय, भवान् एव तत्र पूर्वे उक्तवन्तः तत्र प्रथमवाक्यं, तत्र अधुना मनसि इदमपि ध्येयं यत्, अग्रे किमस्ति? इदमपि ध्येयं यत् वेदस्थले प्रतियोगितायाः अवच्छेदकं किम्. हा प्रतियोगितायाः अवच्छेदकं किम् इति अपि तत्र भवति खलु, इत्युक्ते घटस्य अवच्छेदकः किम् इति. घटस्य न, घटस्य इति किन्तु नाम सत्यं, किन्तु घटस्य इति नास्ति तत्र प्रतियोगिता, प्रतियोगिता नाम तत्र घटे प्रतियोगिता अस्ति, घटः साक्षात् प्रतियोगी, किन्तु तत्र प्रतियोगिनः अवच्छेदकं किम् इति न उक्तं, प्रतियोगितायाः खलु, प्रतियोगिता वर्तते तस्य अवच्छेदकम्. हा नाम तत्र प्रतियोगिता सर्वत्र भवेत्, किन्तु एषा प्रतियोगिता घटे विद्यमाना अस्ति, सा प्रतियोगिता केन अथवा अवच्छिन्ना, अवच्छिन्ना इति तदा घटभेदः तस्य प्रतियोगिता घटे विद्यमान. तर्हि घटभेदः अस्ति, घटभेदः अस्ति, घटभेदस्य प्रतियोगी अपि अस्ति घटे, प्रतियोगी अस्ति, तत्र प्रतियोगिता अपि अस्ति, इदानीं प्रतियोगिता केन अवच्छिन्ना? तादात्म्यसम्बन्धेन, तादात्म्यसम्बन्धेन, उत्तमं महोदय. अतः प्रतियोगितायाः अवच्छेदकः अस्ति तादात्म्यसम्बन्धः, अतः एव अग्रिमवाक्यमस्ति तादात्म्य अवच्छिन्न प्रतियोगिता, तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता अस्ति. नाम नाम तत्र प्रतियोगी किमर्थम् अत्र तादात्म्यसम्बन्धावच्छिन्ना इति, तत्र वयम् अभावस्य तत्र अभावः तत्र अत्यन्त अभावः अस्ति, अन्योन्य अभावः अस्ति खलु, अन्योन्य अभावः तत्र अत्यन्तभावस्थले तत्र सम्बन्धः कः भवति? अत्यन्ताभावस्थले तत्र घटः नास्ति इति एव अत्यन्ताभावः, अत्यन्ताभावः नश्यति. हा नाम तत्र उत्पीठिकायां घटः नास्ति, इदानीं घटम् आनयामः, तदा उत्पीठिकायां स्थापयामः, तत्र संयोगः भवति, किन्तु यत्र भेदः इति भवति तत्र घटः स्वस्मिन् तादात्म्यसम्बन्धेन भवति, हा तदा तर्हि तत्र तादात्म्यसम्बन्धः एव तत्र अवच्छेदकः, यतोहि अभाव अन्योन्य अभावस्थले एव तत्र सम्बन्धः तादात्म्यः भवति, अन्यत्र सर्वत्र तत्र अत्यन्त वा तत्र प्रागभावः इत्यत्र तत्र सम्बन्धः तादात्म्यः, तादात्म्यसम्बन्धः न भवति, अतः अत्यन्ताभावस्थले अपि प्रतियोगी अस्ति, अन्योन्याभावस्थले अपि प्रतियोगी अस्ति, किन्तु प्रतियोगिता अत्र अन्योन्यभाव तत्र प्रतियोगिता कीदृशी इत्युक्ते तत्र तादात्म्यसम्बन्धावच्छिन्ना प्रतियोगिता इति भवति. स्वस्य कृते योजितवन्तः खलु पूर्वं? सत्यं सत्यं भगिनि. हा नाम तत्र पटः घटः न इति प्रश्नः कः भवति अत्र अस्मिन् परिच्छेदे कस्य विषये चर्चा जायते तदेव मया न सम्यक् अवगम्यते नाम भेदः भेदः एव अन्योन्यभावः खलु न न अस्य मूलवाक्यं किं न न विषयः अस्ति तत्र घटभेदस्य विवरणं तत्र घटभेदः प्रतियोगिना विद्यते खलु इति भवती पठितवती खलु सत्यं वा भेदः प्रतियोगिना भिद्यते न तु आश्रयेण खलु भेदः नाम घटभेदः इति वदामश्चेत् तत्र प्रतियोगी कः अस्ति तत्र मूल्यवाक्यं घटं नाम तत्र पटे घटभेदः वदतु महोदय नरसिंहगिरि महोदय वदतु अथवा अस्तु तत्र वदतु महोदय घटभेदः घटावधिकः नाम घटावच्छिन्नः आहत्य घटत्वावच्छिन्न तदत्नसम्बन्धावच्छिन्न प्रतियोगिताकः अभावः घटभेदः तद्वान् पटः इति वाक्यमस्ति तद् वाक्यं किं तत् किं वदति तत्र लौकिकरूपं वदतु महोदय इति ब्रणली भगिन्याः प्रश्नः लौकिकरूपं किं भवति इत्युक्ते घटभेदः पटे वर्तते इति भवति इति एव उत्तमं महोदय नाम पटे घटभेदः अस्ति घटभेदस्य अवच्छेदकः अस्ति तस्य प्रतियोगी नाम प्रतियोगी एव भेदस्य अवच्छेदकः किन्तु प्रतियोगिनः अपि अवच्छेदकः अस्ति तर्हि प्रतियोगिनः अथवा प्रतियोगितायाः अपि अवच्छेदकः अस्ति तदस्ति तादात्म्यसम्बन्धः अतः तत्र प्रतियोगिता कीदृशी इत्युक्ते तत्र प्रतियोगिता अभावस्य घटभेदस्य तत्र नाम अभावः अभावस्य कीदृशः अस्ति इत्युक्ते तत्र अभावस्य प्रतियोगी अस्ति अपि प्रतियोगिता अस्ति सा प्रतियोगिता कीदृशी इत्युक्ते सा प्रतियोगिता तादात्म्यसम्बन्धावच्छिन्ना अस्ति सर्वविधप्रतियोगिता नास्ति केवलं प्रतियोगिता इति वदामश्चेत् तस्याः क्षेत्रं बृहत् भवति अतः सा प्रतियोगिता तादात्म्यसम्बन्धावच्छिन्ना अस्ति अपि सा प्रतियोगिता केवलम् अस्मिन् घटे एव अस्ति अतः घटत्वावच्छिन्ना अपि अस्ति सा प्रतियोगिता अतः घटत्वावच्छिन्न तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता या अस्ति तेन तत्र प्रतियोगिता कः इति अस्ति तत्र निरूप्य निरूपकभावः तेन निरूपितः अभावः अथवा तस्य अभावः नाम प्रतियोगिता या अस्ति तया निरूपितः अभावः नाम घटभेदः तद्वान् नाम तद् अत्र घटभेदः वान् नाम यस्मिन् सः भेदः वर्तते अत्र पटः अतः घटभेदवान् भवति पटः पटे घटभेदः अस्ति इति तर्हि लौकिकरूपमस्ति पटे घटभेदः वर्तते इति अस्तु तावदेव गृहणी भगिनी समीचीनं वा इदानीम् आम् आचार्य तर्हि अत्र घटभेदः पटे वर्तते खलु इति इति किन्तु तत्र केवलं पटः पटस्य पटः आश्रय तत्र घटभेदः सर्वत्र वर्तते इति न उक्तं पटे वर्तते तर्हि कुत्र वर्तते तस्य क्षेत्रं न्यूनीकृतम् इदानीं कीदृशपदार्थः पटे वर्तते तस्यापि किमपि अस्ति पठे इति न वदामः कोऽपि विशिष्टपदार्थः पटे अस्ति इति वदामः तर्हि तत्र तस्य सम्यक् विवरणं भवेत्। अतः घटभेदः कीदृशः प्रतियोगिता तस्य घटभेदस्य अस्ति, सा प्रतियोगिता कीदृशी, तादात्म्यसम्बन्धावच्छिन्न घटत्वावच्छिन्न इति यदि वदामः तदा समीचीनं, तादृशः अभावः एव अस्ति, अन्यविध अभावः तत्र नास्ति इति। यदि तत्र घटत्वावच्छिन्न इति न वदामः तदा केवलं तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिता कः अभावः इति वदामः तत्र किं भवति, अतिव्याप्ति भवति, घटभेदे भेदः अपि तत्र भवति, पुस्तकभेदे अपि तत्र तस्य वृत्तित्वम् अस्ति, पुस्तकभेदः अपि तत्र तादात्म्यसम्बन्धावच्छिन्न अस्ति। अतः केवलं घटभेदः इच्छामः इति कृत्वा घटत्वावच्छिन्न इति अपि तत्र आयोजनीयं भवति इति अस्ति। तत्र दलसार्थक्यं वयं पूर्वं कृतवन्तः, पुनः अपि कुर्मः। अस्तु तर्हि एतावत् समीचीनमस्ति, अग्रिमवर्गे अग्रे गच्छामः तर्हि। नमस्कारः, धन्यवादः, पुनर्मिलामः। नमस्कारः, नमस्कारः, धन्यवादः, धन्यवादः।